नमस्कारः. तव्यत् तुमुन् पृच् इति करपत्रम् अनुवर्तते. पुनरभ्यासरूपेण किञ्चित् पश्यामः भगिनी, करोतु. अस्तु. तो महोदय, वयं कृतवन्तः तव्यत् तुमुन् त्रिष्टि प्रत्ययः, आर्धधातुकप्रत्ययः, तस्य प्रक्रिया कथं भवति? पञ्चम पाङ्गनि इति अस्ति, तत्र किं किं द्रष्टव्यम्? अस्माकम् अस्मिन् विषये प्रत्यादेशस्य तस्य तत् न भवति. धात्वा आदेश भवति, इडागम भवति, अतिदेश भवति, द्वित्वं न भवति. तो त्रीणि इति सोपानानि द्रष्टव्यं. तो प्रथमं यत् धातु अस्ति, तद् धातु स्वीकृत्य वयं प्रथमं चिन्तयामः इडागम भवति वा न. तत् धातु सेट् अस्ति वा अन्यट् अस्ति वा वेट् अस्ति इति चिन्तनं कर्तव्यं. तो इदानीं यदि धातु अस्ति तत्र कुत्र, यथा धातु यदि सेट् अस्ति तत्र गुणकार्यं भवति. अतिदेशधातु अस्ति यथा गाङ्कुटादिभ्यो ञ्यन्यत् इति अस्ति. ये तु दादिगण्यधातवः ये सन्ति, ते ये कुटादिगणे ये सन्ति तेषां यतोहि इगन्तमङ्गम् अस्ति वा इक् वन् इक् अङ्ग लघु इक् पदम् अस्ति तत्र गुणबाधितं भवति तदादिगणे, ते ये कुटादिगणे सन्ति त्रि स्मर्तव्यं. तु तत्र वयं कृतवन्तः ये पञ्च अजन्तधातवः सन्ति गाङ्कुटादिभ्य कुटादिगणीय तेषां किं भवति. सो तत्र पञ्च एव धातवः सन्ति, गु कुड् ध्रु गु धु ऋधु. तो यत्र ये उकारान्तधातवः सन्ति वयं जानीमः ते सर्वे अजन्तधातव उकारान्तधातव षड् विहाय सर्वे अन्यतः सन्ति. अजन्तधातव सर्वे अन्यतः केवलं चतुर्दश विहाय ते सेटः सन्ति. तु गु इति भवति अन्यत्, कूड् अपि अन्यत् भवति, ध्रु अपि अन्यत् भवति. किन्तु ऋ धु ते दीर्घ उकारान्तधातवः सन्ति, तु दीर्घ उकारान्तधातवः सेट सन्ति. तु तत्र इडागमचिन्तनं भवति. किन्तु इदानीं कुटादिगणे अस्ति, तो कार्यं किं भवति? सार्वधातुक आर्धधातुक अनेन गुणं भवेत्. किन्तु कुटादिगणे अस्ति गाङ्कुटादिभ्य अनेन किति नित् नित् भिन्नम् अस्ति तव्य तव्य त्रिच्, तु अत्र गुणः न भवति. तु केत्रं गुयोग इत्तव्य गुयोगतव्यम् इति भवति तत्र. तु तत्र स्मर्तव्यम् अचिष्णु धातु भ्रुवां युवाङ्, तस्य कार्यं भवति. यत्र ऋ अस्ति तत्र अपि समानकार्यं भवति, सार्वधातुक अर्धधातु अस्य कार्यं न भवति, केवलम् अचिष्णु धातु ब्रुवां युवाङ् युवाङ्गोत् अस्य सूत्रस्य कार्यं भवति. तदनन्तरं महोदय चिन्तवान् विजयेत् अपि उणो विभाषा उणो तयोः मध्ये कः भेदः अस्ति. ते अपि अतिदेश इति कारणकी स्वभाव विभिन्न भवति. विजयट् विज् इति यद् धातुः अस्ति तत् पुगन्तलघुपदस्य प्रसक्तिः भवति, किन्तु प्राप्तिः नास्ति. विजयट् इति सूत्रेण यदि इदागम परे अस्ति, इदागम भूत्वा प्रत्ययपरे अस्ति, तत्र गुणबाधितं भवति इति विजयट् भवति. इति विजयट् इति सूत्रं नित्यं गुणबाधितं भवति. सो इति विभाषाणो तस्य द्वयोर्मध्ये भेदः अस्ति. विभाषाणो अस्ति ऊणो जद्धातु अस्ति, तत्र इदागमपरे यत् अस्ति तत्र विकल्पेन विकल्पेन गुणबाधितं भवति. तो एकस्मिन् पक्षे यत्र गुणबाधितं भवति तत्र उणुयोग इतव्य यदि भवति तत्र अचिष्णु धातु भुवां योग इति कार्यं करोति. यत्र गुणबाधितं न भवति अस्मिन् पक्षे इति गुणः भवति सार्वधातुक आर्धधातुकवर्णेन. तो तत्र उणो भवति उणो योग इत्यव्य तत्र एचोवयाव भवति तत्र उणवित्तव्यम् इति भवति. सो इति स्मर्तव्यं. तदनन्तरं वयं कृतवन्तः अजन्तधातव अपि मणिमहोदय कर्तुं शक्नोति. दरिद्रा तस्य भेदः किम् अस्ति अजन्त आकारान्त धातु मध्ये? आकारान्तदातवः आधिक्येन अनेक भवति, परन्तु दरिद्रा एक्सेप्शन् अस्ति. अत्र अनेकाचि अस्ति अतः सेट् भवति. आम् किन्तु दरिद्रा इति एकं सूत्रमस्ति साधु, तत्र आकारस्य लोपः भवति. दरिद्रा ते राधाधुके लोपो वक्तव्यम् इति वार्तिकम् अस्ति. कुत्र इति अति आत्वा इदागम यत्र आकारान्तधातवः सन्ति अजन्तधातवः आकारान्त तत्र अस्ति धात्वा आदेश तदनन्तरम् अस्ति. सामान्य अङ्गकार्य कुत्र अस्ति इदानीम् अहं इति समाप्य सामान्यम् अङ्गकार्यम् इत्यस्मिन् पञ्चभागानि तस्य परं धातुः भागः अस्ति खलु महोदय. सामान्य आकारान्त धातव तदनन्तरं दरिद्रा धातुः अस्ति. 7.1.1.1 अस्ति महोदय. दरिद्रा तेरा आधुके आर्धधातुके लोपो वक्तव्य पश्यति महोदय. आरम्भे पश्यति चेत् तत्र महोदय सङ्ख्याः दत्तवान् तत्र प्रथम करपत्रस्य आदिमभागे तत्र 7.1.1.1 अस्ति महोदय. सि इस् गिवन् लिङ्क्स् अट् द टाप् रैट् महोदय. देर् इस् अ लिङ्क् इन् द वेरि टाप् आफ् दि करपत्रम् टेबल् अस्ति. टेबल् मध्ये 7.1.1.1 तत्र क्लिक् करोति चेत् दरिद्रा तेः आर्धधातुके लोपो वक्तव्य. अहं पठामि वा भगिनि? पठतु महोदय. दरिद्रा धातुः तत्र दरिद्रा तेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा धातोः इति वार्तिकेन दरिद्रा धातोः आर्धधातुके प्रत्यये परे तु आकारस्य लोपः भवति. तदा तु दरिद्रा योगः ई योगः तव्य इति यत्र यत्र अस्ति तव्यत् इति आकारस्य लोपं भूत्वा दरिद्र योगः ई योगः तव्य दरिद्रितव्य इति प्राप्नुमः. तथा एव दरिद्रितुं दरिद्रितृ इति रूपाणि प्राप्नुमः. अस्तु. तु एका एक आकारान्त धातव अभवत्. तदनन्तरम् एजन्त धातव तत्र आकारान्तानां किं भवति? सामान्य आकारान्तानां दायः सर्वे अन्यतः केवलं तत्र मेलनं भवति. तत्र किमपि विशिष्टकार्यं नास्ति. उदाहरणं दाधातोः दातव्य इति भवति. अत्र तु किं भवति अत्र अनेकाचि अत्र केवलं दरिद्रा धातुः एव अनेकाचु वर्तते इति कृत्वा इडागमः भवति. अन्येषां तु इडागमः न भवति. न भवति एजन्तधातव तत्र केवलं प्रथमं तस्य आत्मं भवति आदेशे उपदेशे शिति अनेन ते अपि सर्वे आकारान्तधातव एव भवन्ति तेषां प्रक्रिया अपि. सो इदानीम् इकारान्त दातव्य इकारान्त अरुणा भगिनी वदति वा आं भगिनि एकारदातः सामान्यतया अनेकः परन्तु केवलं धातुद्वयम् श्री श्री धातु सेतः रूपं न दत्तम् ऐ थिङ्क् श्रीयोगः भवती जानाति न श्रीयोगः इ योगतव्य ददाति प्रति अस्तु श्रेय श्रेयितव्य श्रेय श्रे तदनन्तरम् इत्थमस्ति त्वा एचोवयावस्ति भवति न शविषा श्रयिषा श्रयिषा श्रवीषा श्रवयिषा इति भवति श्रव्यस्तव्यम् अय आदेश भवति न अय अयि श्वयिषा श्वयि श्वयिसव्यं श्रव्यस्तम् इति भवति न इति इकारान्त ये धातव अस्ति तत् चिन्तनं भवति प्रथमं अङ्गकार्यं करणीयं सार्वधातुकादुदकवर्णे तदनन्तरं मेलनं भवति कारणं कि ते सर्वे सामान्यधातुः विषये केवलं सार्वधातुक अर्धातुको के भवति तर्हि जेतव्यमिति भवति किन्तु यत्र इदातुः भवति धातुद्वयस्य सार्वधातुक अर्धातुको अनन्तरं किचोयवायावः इत्यनेन अय्यादेशयितव्यं तथैव दीर्घ इकारान्त धातव केवलं द्वयं ढीं वर्जित्वा सर्वे अन्यतः यथा नी नेता इति भवति सदु नेता नेतव्यं ने इति इति अपि वस्तुतः महोदय इगन्तधातु इति उक्तवान् प्रक्रिया समानं भवति इगन्तधातुः तस्मिन् आगच्छति इकारान्त इकारान्त उकारान्त दीर्घ उकारान्त अपि ऋकारान्त दीर्घरिकारान्त सो यत्र यथासङ्गं अङ्गम् अङ्गकार्यं भवति युक्ते इत्युक्ते सार्वधातुक आर्धधातुकयो वा पुगन्तलघुपतस्य तस्य प्रसक्तिः भवति यथासङ्गं तदनन्तरं वर्णमेलनं भवति वर्जित्वा ये परिगणिता ये धातव अस्माकम् आवल्यां सन्ति तत्र यथा वयम् इदानीं कृतवन्तः श्री श्री इति इकारान्त ढीं श्री इति दीर्घ इकारान्त उकारान्त यु रु नु स्नु शुष्णु इति लघु उकारान्त धातव तत्र गुणभूता तदनन्तरं एचोयवाय इति सूत्रं भवति यत्र ऋकार अस्ति तत्र तु अर् आदेशः भवति यथा व्रिङ् व्रिञ् द्वयोः इति वरिता इति भवति किन्तु वृत्तो वा अपि व्रिङ् वृत्तो वा तस्य अपि कार्यं भवति तु तत्र रूपं द्वयं भवति वरिता वरिता वरिता वरितव्यं वरितव्यं वरितुं वरितुम् इति भवति तथा तथैव त्रिधातु यदि दीर्घति ऋकारान्तधातु सर्वे सेतः तत्र अपि रूपं द्वयं भवति वृतो वा अनेन तु तरिता तरिता तरितुं तरितुम् अपि तरितव्य तरितव्यम् इति अजन्तधातव समाप्तं साधु तदनन्तरं हलन्तधातु तस्य समग्रचिन्तनं करणीयम् सो हलन्तधातु भगिनी भवती करोति अहं करोमि भगिनि हलन्त ककारान्त एक एव शक् अस्ति समग्रचिन्तनं कथं धातु हलन्त अस्ति किं सर्वे हलन्तधातुः सेतः किं द्रष्टव्यं प्रथमं धातुस्वभावः किम् अस्ति सेट् अस्ति अनिट् अस्ति वा वेट् अस्ति इति द्रष्टव्यं साधु तदनन्तरं अङ्गकार्यं यथासङ्गं तत्र अङ्गकार्यं करणीयं तृतीयसोपाननं प्रति सन्धिकार्यं यत्र सन्धिकार्यं यत्र अन्यत् अस्ति वा यत्र इदागमचिन्तनं भवति तत्र यदि ओकारया एकार भवति एषोया वैति आगच्छति इति सन्धिकार्यं कुत्र भवति इति त्रयसोपानानि त्रीणि सोपानानि भवन्ति तदेव अस्ति भगिनि महोदय पुनस्मरणमस्ति समग्रचिन्तनं कथं भवति इति अस्तु अनन्तरं विशेष तत्र यथा चुर् धातु अस्ति चुरादिगणे धातु अस्तु तत्र निजञ्च भवति किन्तु भवादि आरभ्य क्रियादिगणीयपर्यन्तम् इति यदि वयं धातव चिन्तनं कुर्मः तत्र अपि तदनन्तरं विशेषधातव के सन्ति तेषां चिन्तनं भवति उदाहरणम् इति यथा कीदृश वर्गीयकः व्यञ्जनम् अन्ते अस्ति हलन्तधातु यथा शक् चकारान्त ककारान्त यथा अस्माकम् आवली अस्ति इति विचिन्त्य कार्यं चिन्तनम् अस्तु एकम् उदाहरणं वयं चिन्तनं कुर्मः यथा विद् धातु अस्ति विद् अनेट् अस्ति अनेट् अस्ति न विद्योगव्य गुण भवति वेद् वेत्तव्य वेत्तव्य नो ध अस्ति न ध योगतव्य दश चोधनेन तकारस्य दकार तद् जलां च जसि तु वेद् इति महाप्राणदकार अन्त दातु आम् तदनन्तरं वयं रिजन्ट् दातव इति किम् अस्ति तत्र कथं भवति इति चिन्तितवन्तः तु अग्रे वयं 15A इति स्वीकृत्य धातव किं भवन्ति सेट् अस्ति अनेट् अस्ति सेट् इति वक्तव्यं 15A भगिनि इति करपत्रं वा भगिनि करपत्रं 15A वेट् धातु आवली अस्ति धातूनाम् आवली अस्ति 15A अभ्यासः इति किमपि अस्ति या एड् व्यवस्था अभ्यासः इति व्यवस्था लिङ्क् स्थापयामि एकैकं स्वीकृत्य कर्तव्यं हा एकैकं वयं तत्र स्थापितवती चाट् मध्ये लिङ्क् करोमि वा वयं या वयं प्रथमम् अर्धभाग कृतवन्त वर्गे पृष्ठभागात् पृच्छामः पृष्ठभागात् कुर्मः आम् इति मम चिन्ता द्रै इति धातुः अत्र तु द्रै इति तु अजन्तदातुः वर्तते एजन्तधातुः अस्ति. अत्र तु आदेशे उपदेशे शिति इति सूत्रेण द्रै योगः अत्र सर्वे किम् अस्ति अनिटः भवन्ति अजन्तदातः तिकृत्वादिकेन तिकृत्वा द्रै योगः तव्य इति अस्ति. तदनन्तरम् आदेशोपदेशे अतिशिति इति सूत्रेण ऐच् इत्यस्य स्थाने अकारादेशः भवति तदा तु द्रा इति भवति द्रातव्य द्रातुं द्राता द्रातृ इति भवति रूपा तीनि रूपाणि महोदय अस्तु. तदनन्तरं विवेश भगिनी पञ्चम स्वीकृत्य कुर्मः तत्तु अधिकं चिन्तनम् अस्तु अहं प्रयत्नं करोमि. एकवारं यदि द्रै भवती उक्तवती पुनरन्तरं यदि एजन्त दातवती वयं तदन्तरं न वदामः केचन रूपं वदामि तत् वदामः एकैकं स्वीकृत्य चिन्तयामः भगिनि. अस्तु अस्तु विश्वकरोतु विश्करोति वा एकमेकं चिन्तनं कुर्मः. अस्तु विश् इति आवल्याम् अस्ति इति अनिट् अस्ति वेष्टा इति भवति वेष्टा वेष्टुं वेष्टव्यम् इति भवति. सन्धिकार्यं किम् अस्ति इति प्रथमं पुगन्तलघुपदस्य इति गुणकार्यं भवति तदनन्तरं स्नाष्टुः अनेन टकार भवति तव्यस्य तु वेष्टा वेष्टुं वेष्टव्यम् इति रूपाणि भवन्ति. मणिमहोदय इत् इति हट् इति अभ्यासः वा कुत्र अस्ति अहं न जानामि. 17A महोदय 15A लिङ्क् प्रेषितवती चाट् मध्ये. अतः अस्माकम् अधोभागे करपत्रमस्ति तद् महोदयस्य एतवस्य अभ्यासः अस्ति तत्र क्लिक् लिङ्क् प्रेषितवती तत् नोदयितुं भगिनी वदिष्यति वा अरुणा भगिनी हट्टति अत्र किञ्चित् प्रेषितवती महोदय तत्र पश्यतु केक् दातु भगिनि केक् पठ्यते कमिङ्ग् फ्रोम् द बेक् भगिनि अन्ततः गच्छामः. महोदय परन्तु अत्र टेक् एव आरम्भतः अन्त अन्तिमतः महोदय गो फ्रोम् द बेक् दिस् इस् द ड्रै विश् अण्ड् देन् योर् टर्न् इस् कट् करोति वा थर्ड् वन् महोदय हट् किं करणीयं हट् इत्यस्य रूपाणि भगिनि ऐ डिड् महोदय अहं कृतवती विश् अपि भगिनी कृतवती भवतः तु हट् अन्तिमं दातु महोदय अत्र अहं प्रदर्शयामि पटल पश्यामि बट् पश्यति वा मम पटले लास्ट् आरम्भः अत्र रूपाणि भवन्ति महोदय अत् दातु वा अत्र रूपाणि भवति अत्र अत्ता परिचयदानम् अत्ता अस्तु वक्तव्यम् न महोदय हट् इत्यस्य हट् योगः तव्यत् किं भवति इति हट् अत्र इडानमस्ति आवल्यं नास्ति अतः हट् योगः हटितव्य हटितव्य अनन्तरं हटितव्या हटितुं तदेव पर्याप्तं अरुणा भगिनी दयि वदति वा दय दय इति एजन्तदातः अन्यत् अस्ति प्रथमम् उपदेशे अतिशिति इति सूत्रेण आकार आगच्छति दा इति दीर्घ आकार ददातु सर्वे अनिटः सो दातव्यः अतव्यः दातव्यं दा दातृ दातृ दाता दात्री दात्री दातृ तप् इति धातुः तप् इति अहं मन्ये आवल्यम् अस्ति इति मन्ये खलु इति धातुः भवति तप् योगः तव्य तप्तव्य इति एव अन्यकार्यं तप्तेव आगच्छति सकारः तर्हि तप्तव्यं तप्तव्य तप्तृ इति अस्तु इदानीं पै इति एजन्तधातुः अस्ति आदेशे उपदेशे स्थितिः अनेन आत्मं भवति धातुः अन्यत् भवति तु पातुं पातव्यं पाता इति रूपाणि भवन्ति महोदय मयि इति भवतः मयि इति अत्र अवयं नास्ति अतः इदानीं भवति भवितुमर्हति अहं चिन्तयामि मयिता मयितुं मयितव्यम् भगिनी त्रीणि त्रीणि स्वीकृतं कर न भगिनि एकैकं कर्तुं भगिनि कृपया इति सामर्थ्यं नास्ति राद् दातु भगिनि राद् वदतु राद् दातु अवल्यम् अस्ति अनिटः राद्यवर्तव्य अत्र तकारस्थाने सूत्रेण सकारस्थाने मूर्धन्यसकारः आगच्छति तदनन्तरं जशां जषि जलां जषि इति सूत्रेण प्राण धातु अन्तधातु दकार भवति राद्ध राद्धव्यं राद्धव्यं राद्धव्यं राधव्यं राधृ अवल्यं नास्ति खन् इति आवलयं नास्ति इडागम इडागमः भवति इति कृत्वा खन् युगः युतव्य खनितव्य खनितृ खनितु मलिदातु वा मलिदातुः तत्र आवलयं नास्ति अतः इडागमः भवति मलिता मलितुं मलितव्यम् इति पठ सेट् अस्ति अवल्यं नास्ति सो इडागमः भवति पठिता पठितुं पठितव्यम् इति रूपाणि भवन्ति सत् सत् दातु अवल्यं नास्ति सेट् अस्ति सटितव्य सटितुं सचित्र सचित्रु सचित् चित्ता सचित्री सचित्रु अग्रे तु छै इति आवल्यां नास्ति तर्हि रागमः भवति छयितव्य छयितृ छयितु एकारान्तदातवः आकारः भवति आदेशपदेश इति सूत्रेण अनन्तरम् अकारान्तदातवः अनीट् व्यातुम् अत्र व्य इति अस्य किम् अस्ति एतत् कार्यं न भवति वा किं कार्यं प्रसार सम्प्रसारणकार्यं भवति वा किन्तु तत्र व्य इति ग्रहीत्या वै वै तत्र अस्ति वा व्य अस्ति ग्रहीत्या इति अस्ति खलु ग्रहीजाच्छति अन्यदपि आसीत् खलु बचित् अन्यत् अस्ति अन्यत् अपि अस्ति न अत्र किं नास्ति नित्य प्रत्यये परे एव भवति. अत्र तु नित्य इति आर्धधातुकप्रत्ययस्य कित्ते नित्य इति नास्ति खलु. इदानीं सेट् अस्ति न इदागम इति भवत्याः क्रमः भगिनि. क्लोज् इति आभ्याम् अस्ति इति द्वे मध्ये किं भवति एकारान्त इति चिन्तितव्यं वा? भवान् करोतु न सुब्रह्मण्यं. आदेश आकार इति मत्वा कार्यं करोति वा? आम् अस्तु धन्यवादः. करोतु भवान् भवान् करोतु. स्वे आदेश आकार आदेशः अनन्तरम् आकारः तदा अनीट् अतः व्याता व्यातुं व्यातव्यम् इति क्रुद् इति आवल्याम् अस्ति. तत् इदानीं पुगन्तलघुपजस्य दिने क्रोध् भवति. तदनन्तरं जलान् जसस्तोधनेन दकार जलाञ्च चचि रूपं भवति क्रोधा क्रोधुं क्रोधव्यम् इति रूपाणि भवति. अत्तस्ति अत् आवल्यां नास्ति अति रागमः भवति अतितव्यः अतितवितुम् अति प्रातिपदिकं वदामः चेत् पर्याप्तम्. सरला भगिनी तर्हि त्रीणि त्रीणि कुर्मः. इदानीम् अधुना मम किञ्चित् धैर्यं जातं. उक्तवान् वयं भवत् त्रीणि रूपाणि भवत् वक्त वयं पठितवन्तः यदि कृतवन्तः पूर्वं इदानीं केवलं त्रीणि एकैकरूपं करोमि. अस्तु नट् इति आवल्यं नास्ति. त्रयमपि लट् पल् नट् इति धातुत्रयमपि आवल्यं नास्ति. तर्हि इडागमः भवति. तर्हि नटिता नटितृ नटितव्य नटितुं पल् इत्यस्य पलितृ पलितव्य पलितुं लट् इत्यस्य लटितृ लटितव्य लटितुम् सरला भगिनी भवत्याः मणिमहोदय डीङ् धातुः अस्ति आवल्यम् अस्ति. अत्र डैट डैटुं डैटव्यम् इति त्रीणि रूपाणि. दे अपि अत्र आवल्यम् एकारन्तः किमपि नास्ति अतः अनिक् भवति इति चिन्तयामि. महोदय एजन्त धातूनां किं भवति? एजन्त धातुम् आकारः भवति. आं क्षम्यतां ध्या इति रूपं भवति. ध्याता ध्यातुं ध्यातृ अनन्तरं वट् आवल्यां नास्ति अतः इदानीं भवति वडिता वडितुं वडितृ इति रूपाणि. अस्तु इदानीं नय नय इति आवल्यां नास्ति. सेट् भवति नयिता नयितुं नयितव्यं तुद् आवल्याम् अस्ति. तो इदानीं प्रथमं पुगन्धलघुपदेशे तोद् भवति. तदनन्तरं खरीचननमे तकार भवति. तोता तोतुं तोतव्यम् इति रूपाणि भवति. हल् इति आवल्यां नास्ति. तो इदागमः भवति हलिता हलितुं हलितव्यम् इति रूपाणि भवन्ति. हल् छन् दातुं भगिनि हल् हल् दात् हल् हल् कृतवती अहं चण् चण् वा चण् अवल्यां नास्ति. इदागमः चणितव्य चणितुं चणितृ वन् सेट् अस्ति. वनितव्य वनितुं वनितृ सप् सप् अस्ति सपपि नास्ति नास्ति वा सपितव्य सपितुं सपितृ विमला भगिनी करोति वा भगिनि त्रीणि त्रीणि कृते नमस्कारः विमला भगिनी अस्ति अग्रे गच्छामः अहं करोमि तर्हि सप् कृतं खलु सल् इति आवल्यां नास्ति भवन्तः सन्ति इति न जानामि वेदधातु अभ्यासः किल आम् आं भगिनी आं भगिनि इद् व्यवस्था अभ्यासः इति अहं तत्र चाट् मध्ये स्थापयामि लिङ्क् ततः लिङ्क् लिङ्क् जानामि तत् उद्घाटितं अस्ति कुत्र सन्ति भवन्तः इति न जानामि सेकेण्ड् रो फ्रम् द बाटम् ओ अस्तु भव सल् शश् इति नास्ति तर्हि सलिता सलितुं सलितव्यै शश् इति नास्ति तत्र किन्तु सन्धिकार्यं भवति शश् योगः ता इति तव्य इति अस्मिन् ष्टुनाष्टुः इति कृत्वा षष्ठा षष्टव्य इति भवति षष्टृ इति भवति षष्टुम् इति भवति रं धातुः आवल्याम् अस्ति इति कृत्वा अनिट् भवति रं योगः तव्यत् तत्र किं भवति तत्र रम् इत्यस्य मूनुस्वारः इति भवति वा अनुस्वारादेशः कच्छापदान्तस्य झलि झलि अनुस्वारस्य इ परसवर्णः इति रन्तव्य रन्तृ रन्तुम् इति महोदय मणिमहोदय जै जै धातोः आकारः भवति ज्या इति अतः ज्ञाता ज्ञातुं ज्ञातृ मन्दातु हन् मन् अस्ति अतः मन्ता मन्तुं मन्तव्यं तदेव अनन्तरं तै धातुः क्रीडाः भवति अवयं नास्ति अतः तैता तैतुं तैतृ इति निर्माणि वप् इति आवल्याम् अस्ति सो यदागमनं भवति अन्यत् अस्ति वक्ता वक्तुं वक्तव्यं चद् आवल्यां नास्ति इति सेट् अस्ति चदिता चदितुं चदितव्यं है आवलां नास्ति सेट् भवति हयिता हयितुं हयितव्यम् इति अन्तिम वाक्यद्वयं किं कुत्र सन्ति भवन्तः अहं शेर् करोमि भगिनी पश्यतु अरुणा भगिनी वदति वा वट् धातु आवल्यां नास्ति वटितव्य वटितु वटितृ प्रातिपदिकं भिद् भिद् आवल्याम् अस्ति प्रथमं सुगन्धलघुपदस्य गुणः भवति घे युगव्य ओ खरीच एव ओके वेतव्य वेतु वेतृ सम् आवल्यां नास्ति समितव्य समितु समितृ नल् अपि आवल्यां नास्ति नल् इति हा नल् आवल्यं नास्ति नलिता नलितुं नलितव्यं सम् अपि नास्ति रै अपि नास्ति रयिता रयितुं रयितव्यं नल् नास्ति नलिता नास्ति किमर्थमत्र भिन्नरीत्या अस्ति न जानामि अस्तु पृष्ठभागतः गच्छामः भगिनि अस्तु अत्र रट् अस्तु रट् बृहत् कर्तुं शक्नोति किं भगिनि रट् रट् हा रट् रट् रटिता रटितुं रटितव्यं मम क्रमः अस्ति हद् हद् हद् इति अस्ति इति मन्ये हद् इति हद् नास्ति हदस्ति हद् पद् अत्र हर्तव्यं हर्तुम् इति फल् नास्ति फलिता क्षम्यता फलितुं फलितव्य फलितृ इति ऋषि ऋषि इति नास्ति तत्र रोष् भवति अस्ति खलु तालवश्यकान्तः अस्ति रोष् भवति पुगन्तलघुभस्य चैतिनेन तदनन्तरं रोष् योगः तव्य इति अस्ति अत्र तु किम् अस्ति तत्र शकारान्तानां मूर्धने शकारः भवति केन सूत्रेण वृष वृष इति सूत्रेण तत्र तु मूर्धने शकारः भूत्वा रोष् योगः तव्य इति भवति ष्टुनष्टुः इत्यनेन तकारस्य तकारः भवति रोष्टव्य इति रोष्टुं तदनन्तरं रोष्टृ इति रूपम् भवतः एव महोदय चर् इति अत्र आवल्या नास्ति इदमेव भवति चरिता चरितुं चतृ इति रूपाणि च्युद् अपि अस्ति अतः इदं नास्ति परिचय इति भवति कुमदलभूरस्य इति सूत्रम् अनन्तरं करिच्य श्रोता श्रोतुं श्रोतृ इति अनन्तरं तत् नास्ति अहं चिन्तयामि अतः इडाहं भवति दधिता दधितुं दधितृ सम्यक् वा नास्ति किल आं महोदय चुद्धु चुद्धु धन्यवादः षण् इति आवल्यां नास्ति चेत् भवति शणिता शणितुं शवितव्यं जप् इति आवल्यां नास्ति इति चेत् भवति जपिता जपितुं जपितव्यं गै इति आदेशे उपदेशे सिति अनेन गा भवति तदनन्तरम् अलित् भवति गातुं गातव्यं गाता इति भवति गातृ इति प्रातिपदिकम् शु दातु अत्र आवल्यां अस्ति चेत् भवति महोदय आवल्यां नास्ति खलु सेट् अस्ति लघुकारान्त यूरो नु स्नुक्ष्णु यूरो नुक्ष्णु सेट् अस्ति पद गुणः भवति छर् छो चोरि अनन्तरं क्षविता क्षवितव्यं क्षवितुं ज्वर् आवल्यं नास्ति भ्रष्ट भ्रष्ट ज्वरः अपि अस्ति न भगिनि न न न ज्वर तु ज्वर एव अस्ति खलु ज्वरिता मृज यज राज ज्वर नास्ति ज्वरिता इडागमः भवति इति कृत्वा चिन्तनमेव न आवश्यकं चरितृ जम् अपि जमितव्य जमितुं जमितृ विमला भगिनि षड् षदिता षदितुं षदितव्यं षड् षड् षत्ता षड् षत् षड् षत्ता षत्ता षत्तुं षत्तव्यं रद् तु रदिता रदितुं रदितव्यं सन् अपि नकारान्तेषु नास्ति सन् सनिता सनितुं सनितव्यम् मम क्रमः नास्ति खलु एतद् रद् नास्ति अद् पद् षद् षद् हद् पञ्च पञ्चधातवः दयि इति अवल्यं नास्ति दयितव्य दयितुं दयितृ इति स्थगितव्यं नास्ति, स्थगितव्य स्थगितुं स्थगितृ इति पद्धति अस्ति, कृत्वा किमपि अनिट् भवति, पद्योगः तव्य खरिचेन पत्तव्यम् तथा एव पत्तुं पत्र इति इडं भवति शमिता शमितुं शमितृ इति पट्टपि नास्ति भवति पठिता पठितुं पठितृ पकारः अपि रप इति नास्ति अतः अत्रापि इडं भवति रपिता रपितुं रपितृ इति त्रीणि कुमार् इति अपि आवल्यां नास्ति चेत् अस्ति कुमरिता कुमरितं कमितुं कुमारितव्यं जय आवल्यां नास्ति जयिता जयितुं जयितव्यं स्यम् अपि आवल्यां नास्ति शमिता शमितुं शमितव्यम् इति भवति स्वद् अनिट् अस्ति परन्तु अत्र स्यं कथं स्यं तु भू भू अग्रिमधातुः कः ओ चतुर्थ उपरि स्वद् स्वद् नास्ति स्वद् नास्ति न न नास्ति वै अपि वैतव्य वैतुं वैता तटपि तत् तटितव्य तटितुं मम पर्याय हठ हठ हठ हठिता हठितुं हठितव्यं फणपि तथैव फणिता फणितुं फणितव्यं नदपि नास्ति आवल्यां नदिता नदितुं नदितव्यं नद् नास्ति अस्तु भवे भगिनी भवतः इति नास्ति वमितृ वमितुं वमितव्य इति खल् अपि नास्ति खलितृ खलितुं खलितव्य वल् अपि नास्ति वलितृ वलितव्य वलितृ मम कटस्य अवल्यं नास्ति अतः इडामं भवति पठिता पठितुं पठितृ लप् अपि नास्ति अतः इडामं भवति लपिता लपितुं लपितृ वज् अस्ति अतः अत्र चोहोकुः कार्यं करोति वक्ता वक्तुं वक्तृ इति वक्तव्यं भक्तृ भक्ता भक्तुं वक्तव्यम् अनन्तरं भक्तृ सम्यक् नास्ति वा केवलं प्रातिपदिकं पर्याप्तं महोदय तर्हि भक्तृ भक्ता इति प्रातिपदिकं वक्तव्य वक्तुं भक्तृ तव्यत् शशिता शशितुं शशितव्यं चप् चपिता चपितुं चपितव्यं गज् गजिता गजितुं गजितव्यं भवती अपि सर्वे एकार इदागम भवति न प्रातिपदिकं न भवति गजितृ गजितृ चपितृ शशितृ दत्वा लडितव्य लडितुं लडितुं लडितृ स्पश् स्पश् स्टेट् अस्ति स्पशि स्पशितव्या स्पशितव्य स्पशितुं स्पशितृ पाय पै अस्य पयितुं पयितः पयितव्य अस्तु सद् सत्ता सत्तुं सत्तव्यं सत् सत्र इति भवति प्रातिपदिकं मृद् मृदिता मृदितुं मृदितव्यं मृदितृ अद् अत्ता अत्तुम् अत्र इति त्रीणि रूपाणि यत् इति वावल्यं नास्ति धरी च भवति किन्तु समानं रूपं यत्ता यत् यत्तुं यतिता यतिता भगिनी कृत्वा निरागम यतितृ यतितव्य यतितुम् इति ऐ इति नास्ति अयितृ अयितव्य अयितुं दल् अपि नास्ति दलितृ दलितव्य दलितृ भगिनि यत् दातु आवल्यमस्ति भगिनि यत् न अत्त अद् अत्ता खलु यत् नास्ति मया हा अद् मया कृतं रम् पूर्वम् आसीत् पुनः अत्रापि आसीत् रम् न कुर्मः पूर्वं कृतम् अस्ति कल् कुर्मः कल् कल् आवल्या नास्य स्खलित स्खलितुं स्खलितृ स्खलितव्यं स्तं नास्ति अडाव भवति समिता समितुं समितृ समितव्यम् अनन्तरं सृब् अपि नास्ति अतः अडाव भवति श्रब्दा लघुपदस्ति तदस्ति खलु महोदय रं कृतवान् कृतवान् भवान् रं रं पूर्वमेव आसीत् भगिनि कृत्वा त्यक्तवन्तः रं कृतं हियर् रैट् न भगिनि अहं कृतवती अत्र रम् भवती कृतवती अस्तु क्षम्यतां अस्तु युत् युत् इति पुगन्तलघुपदस्य अपि आवल्यां नास्ति सो योतिता यो योतितृ योतितुं योतितव्यं वस् आवल्याम् अस्ति अत्र अन्यत् अस्ति वस्ता वस्तुं वस्त्र लिह् इति आवल्याम् अस्ति तु लेधा लेढृ लेढुं लेढव्यम् इति रूपाणि भवन्ति रूपाणि अस्ति अहं कार्यं वदामि प्रथमं लिह् योग यदि तव्य अस्ति तत्र होढनेन हकारस्य ढकार भवति लघुपदस्य ले एक एत्व गुण भवति लेह् भवति तदनन्तरं होडनेन ढकार आगच्छति तदनन्तरं झसस्तुधनेन तव्यस्य ढकार भवति स्नाष्टुः अनेन ढकारस्य स्थाने ढकार आगच्छति तो तदनन्तरं ढोढे लोपनेन पूर्वस्य ढकारस्य लोपः भवति तो रूपाणि भवन्ति लेढृ लेढव्यं लेढुम् इति भवति वृद्ध आवल्यां नास्ति चेत् अस्ति प्रथमं पुगपदस्य गुणः भवति वर्धितव्य वर्धितुं वर्धितृ षड् आवल्याम् अस्ति अनिट् त्यक्त्वा त्यक्तव्यं चोहोः चकारस्थले घकारपदमम् आगच्छति चव्य करीचा इत्यनेन त्यक्तव्य त्यक्तुं स्वगितं स्वगितव्य हवितृ हविगि हवितृ स्वगितृ भगिनि कस्य क्रमः अस्ति मम क्रमः अस्तु नः हो नहो धः इति हकारस्य स्थाने धकारादेशः भवति नद् इति नद्धा नद्धुं नद्र नद्धव्य इति रूपं भ्रश्च तु आवल्याम् अस्ति अत्र भर्ष्टा अपि च भ्रष्टा भर्ष्टा भर्ष्टुं भ्रष्टव्यं भ्रष्टृ इति भ्रष्टा इत्यत्र भ्रष्टा इत्यत्र भ्रष्टृ भ्रष्टुं भ्रष्टव्यमिति भवति भ्रश्च सजमजयजराजभ्राजं छशां शः इति अन्त चकारस्य स्थाने मूर्धन्यशकारादेशः भवति भ्रश् इति तकारस्य योजनेन रूपं द्वयम् अस्ति एक मया उक्तं भगिनी उक्तम् आलरेडि स्को संयोग भ्रश भ्रश तस्य आदौ स्को संयोगातस्य एकनिमिष भगिनी मया वक्तुं किञ्चित् समयं ददातु भ्रश्च इत्यत्र भ्रश्च भ्रश्च सृजमजय अजराजभ्राज इति रूपद्वयस्य कृते किं सूत्रमस्ति अमागम ऋदुपद इदं ऋदुपद नास्ति इदं रेफ अस्ति भ्रश्च इत्यत्र ऋदुपद नास्ति रोपदयो अमागम न प्रथमतया भ्रश् इत्यत्र शकार मूर्धन्यशकार आदेशः भवति तस्य पश्चात् ष्टुनाष्टु इति न भ्रष्टा इति भवति भ्रष्टा भ्रष्ट्र भ्रष्टुं भ्रष्ट भ्रष्टव्यम् एकरूपं द्वितीयरूपम् अस्ति भर्ष् नै न भवति यतोहि तत् रेफ अस्ति तत् ऋदुपद नास्ति भ्रश्च भर्ष रमागम कथं भवति ऋदुपद नास्ति खलु एतदस्ति रेप् अस्ति ऋकारः नास्ति भगिनि मम न दृश्यते किमपि न दृश्यते बहु सूक्ष्म अस्ति लघु अस्ति बर् कर्तुं शक्यते चेत् 6447 भगिनि 6447 द्रष्टव्यं ब्रजोरोपदयोः अन्यतरस्यां रमागमः भवति अस्ति रमागमस्ति तदनन्तरम् इकोयाचि भवति तदा भ्रश् भवति तदनन्तरं भ्रश्च भ्रष्टनेन चकार भवति प्रथमपक्षे द्वितीयपक्षे को संयोगातस्य सकारस्य रूपं भवति तदनन्तरं भ्रश्च भ्रष्टस्य कार्यं भवति तदनन्तरं अस्तु अग्रे मृच् नास्ति आवल्याम् अतः इडः न स्मर्हति पूर्णलभविषयेन न मर् भवति मर्षितुं मर्षितव्यम् अनन्तरं ध्वज् अपि नास्ति इडः भवति ध्वजिता युज् अस्ति इदम न भवति चौहुः कार्यं कृत्वा चकारः भवति करिच पुहन्दलोपदेशयो भवति इदानीं चौहुः करिच कार्यं कृत्वा योक्ता योक्तुं योक्तव्यम् श्वी धातु आवल्याम् अस्ति, इकारान्तधातु इति सेट् अस्ति. तद् प्रथमं सार्वधातुक आदु आदुधातुकेन श्वे भवति, तदनन्तरं श्वेयोग इत्यव्यं तत्र एच् ओ वया वनेन श्वयिता श्वयितुं शविष्य इति रूपाणि भवति. शी इति कारान्तधातुः अस्ति, अन्यत् अस्ति सो प्रथमं गुण नो अन्यत् अस्ति यत्र गुण भवति. के भवति शेता शेतुं शेतव्य शेतृ इति रूपाणि भवति. शेत् रग् इति सेट् भवति. रगिता रगितृ रगितुं रगितव्यम् इति रूपाणि रिच् आवल्यां नास्ति चेत् प्रथमं प्रथमतमरूपदस्य अनुगुणः भवति रिच् रेचितव्य रेचि विजु अस्ति पच् वच् सिच् विच् विच् मुच् तद् अस्ति. ओके देन् आवल्यमस्ति तदा रे चुः कुवेन चकारस्य निककार आगच्छति. रे तव्य रेक्तुं रेतृ निष् धातु आवल्यं नास्ति. प्रथमं गुण पुरतनगुपदस्य मेषितव्य मेषितव्यं मेषितव्य मेषितु मेषितृ ओमेग तृष्ट अवल्यमस्ति अवल्यं नास्ति भगिनि प्रथमं गुणं भवति दर्शितव्य दर्शितुं दर्शितृ. अत्र दृह् नास्ति बावल्यं दृह् दृह् नास्ति नास्ति दृष्टि दृह् अस्ति दृह् नास्ति मम क्रमः अस्ति खलु बिम्ला भगिन्याः क्रमः. हा अस्तु अस्तु अस्तु भगिनि अत्र अयो एकनिमिष दृह् दृह् दृह् अभवत् किल किं वः वः सहि वहोः ओढ इत्यनेन वः वड् भवति. होढ इत्यनेन ढ ढकारादेशः भवति हकारस्य स्थाने. पश्चात् तव तव्यत्तुम् इत्यत्र झषस्ततो धोध इत्यनेन तत्रापि ढकारादेशः भवति. अत्र वड् ध वड्ढ सहिवहो दोदवर्णस्य हा परन्तु प्रथमतया वड् भवति. वड् अत्र पश्चात् यत् तव्यत् अस्ति वड् वड् धव्यत् भवति. तत्र ढकारस्य शृणाष्टु इत्यनेन ढकारः भवति. आदिमः वड् इत्यस्य ढकारलोपो भवति ढोडे लोप इत्यनेन. पश्चात् सहि वहोः ओढ इति ओत् इत्यनेन वोड् भवति. प्रथमस्थितस्य ढकारस्य लोपः भूत्वा भवति. परतः अपि च ढकारः अस्ति वड् ढव्य इति वोढव्य भवति. सहि वहोः ओत् इति अवर्णस्य सिक्स् त्री वन् वन् टु सहि वहोः ओत् अवर्णस्य इति अस्तु. सत् वः स्विद् स्विद् अस्ति अस्माकम् आवल्यां. स्विद् प्रथमतया पुगन्तलघुपतिस्य इत्यनेन स्वेद् भवति. स्वेद् अत्र खरिच इत्यनेन स्वेता इति स्वेद् दकारस्य तकार भवति. स्वेत् सृ श्वेता श्वेतुं श्वेतुं श्वेतव्यमिति तृतीय शुष् इति शोष् भवति प्रथमतया शुष् अस्माकम् आवल्याम् अस्ति इति भाति शुष् हा शोष् भवति तत्र शकारस्य शुष् तव्यत् शृणाष्टु इत्यनेन शोष्टव्य शोष्टा शोष्ट्री शोष्टृ शोष्टुं शोष्टव्यमिति अद्य हा भगिन्याः वे इत्यस्य तु वे वा भवति वातृ वातुं वातव्य गृहीति अस्ति तदा तु गृहीतव्य गर्ह भवति चेत् गुणं भवति खलु गुणं भवति खलु गर्हति गर्हिता गर्हितृ गर्हितुं गर्हितव्यम् अस्ति मस् इति आवल्याम् अस्ति तत्र तु किम् अस्ति भवति एकस्मिन् पक्षे मर्जि इत्यस्य किं भवति अमादपति अत्र नुमागमः भवति मञ्ज् इति भवति खलु आम् आम् तदनन्तरं खलु सकारस्य लोपः भूत्वा तत्र स्वः संयोगाद्योरन्ते इति भवति वा आमां सकारस्य लोपः भवति तदनन्तरं नश्यापदांशस्य झलि इति पञ्चमवर्णः आगच्छति मङ्क्ता इति चति गकारः भवति एकमेव रुकु मङ्क्ता मङ्क्तुं मङ्क्तव्यम् इति जातं मम क्रमः जातः मणिमुरुदातु सुरु वेट् मध्ये अस्ति अथवा स्वर्ता स्वर्तुं स्वरति श्रुति श्रूयते स्वरति श्रुति श्रूयति धूयोजितुमस्ति अनन्तरं स्वरिता स्वरितुं स्वरितव्यं तत्तु नास्ति अतः अस्ति चेत् रूपद्वयं भवति खलु स्वर्ता स्वर्ता अपि भवति खलु स्वरिता अपि स्वर्ता उक्तवान् उक्तवान् पठतु भवति पठिता पठितुं पठितव्यं मिक्ष्तादु अत्र अस्ति इडः न भवति बोधलोपदेशे इत्यनेन मे भवति अनन्तरम् अकारस्य ओडः इत्यनेन डकारः भवति अनन्तरं जस्तो दोदः इत्यनेन ता इत्यस्य महाप्रणकारादेशः इत्यनेन डकारस्य डकारः अनन्तरं होडः इत्यनेन पूर्वतन डकारस्य लोपः भूत्वा मेडा इति रूपं मेडा मेडुं मेडव्यम् धातु सेक् भवति पुगन्तलघुभजनेन गुण भवति त्रोपिता त्रोपितव्यं त्रोपितुम् इति रूपाणि भवन्ति निश् इति अपि आवल्यां नास्ति सेक् भवति प्रथमं गुण भवति नेषिता या नेषितृ नेषितुं नेषितव्यम् रुज् इति अस्माकम् आवल्याम् अस्ति इति भाति अहं चिन्तयामि रोक्ता रोक्तृ रोक्तुं रोक्तव्यम् इति रूपाणि भवन्ति अन्यत् अस्ति धातु भू धातु दीर्घ उकारान्त धातु श्रै ओ श्रै श्रायत ये ये ऐकारात् धातु अन्तरि अतो उपदेशे आसीति इत्यनेन श्रा भवति. श्रा इति अनेक धातु अस्ति. श्रातव्य पू इति दीर्घ उकार इदस्ति. पू युगः पू गुण भवति प्रथमं गुणकार्यं भवति पू पो भवति आचोयावः अपि सन्ति. पवितव्य पवितुं पवितृ उष् शकारान्तदातु उष् गुणकार्यं नास्ति. स्तुनस्तुः आवल्यं नास्ति खलु इति कृत्वा इदानीं ओ ओ ओके उषितव्य उषितुम् उषितृ मम अस्तु गृ अत्र ओ भवति वा ओ इति भवति वा ऊ एव साधु प्रश्न उपदायमस्ति चेत् ओ इति भवति ओ इति भवति महोदय भवति आम् घृ घर् भवति पुगन्त अस्तु अत्र लघु उपधनास्ति अस्तु इक्वर्णास्ति सार्वधातुक आर्धधातुक इत्यनेन घर् भवति. तर्हि घरिता घरित्र घरितुं भगिनी अस्तु प्रच्यु इति अस्ति. च्यु इति सार्वधातुक आर्धधातुक इत्यनेन च्यो भवति ओकारादेशे भवति अत्र गुण भवति ओ च्यो. च्यविता च्यवितुं च्यवितृ इति रूपत्रयम् अत्र तु इता चो इत् उकारः अस्तु अस्तु अत्र इडागमः न भवति च्योता तर्हि खलु च्योता च्योतुं च्योतव्यमिति अस्मिन् अपि भगिनि तत्र ऋकारः अस्ति खलु तर्हि गर्भ मया न उक्तं किल गर्ता गर्तुं कर्तव्यम् इति द्रव्यं मया किम् उक्तम् अद्य न स्मरामि. अस्तु च्यु इति चो भवति चो अस्तु इडागमः न भवति च्योता च्योतुं इडागमं कथं न भवति इति उकार भगिनी उकार चो इति उपदेशे लघु लघु अनिट् खलु चो च्योतुं श्रोतुं च्योत्र इति दंश इत्यत्र दंष्टा इति शकारस्य मूर्धन्य दंश आवल्यमस्ति. दंष्टा दंष्टृ दंष्टव्यं दंष्टुमिति वयं निरमामः वा मूर्धन्य शकार स्नाष्टु आम् अस्तु भगिनि मम एकः प्रश्नः अस्ति अस्य कृते नहि अन्यव्याकरणप्रश्नः अस्ति भवत्याः कृते यदि शक्यते चेत् न सनन्तधातुः गम् योगः सन् तत्र प्रक्रिया कथं भवति इति यदि दर्शयति चेत् अहं स्मरामि वा न जाने भगिनि अत्र पश्यामि. गम् योगः सन् प्रथमं तु गम् गम् भवति खलु द्वित्वं भवति अस्तु तेन सूत्रेण संयोगो इति संयोगो इति गम् गम् भवति अस्तु तेन गगम् भवति खलु गगम् जगम् जगम् भवति अभ्यासस्य जगम् जगम् कुहोषुः इति जगम् आम् आम् कुहोश्युः अस्तु कुहोश्युः इति जगम् भवति अत्र सन्ततयः सम् अस्ति जगमिषति अत्र तु भवति जगम् इत्यस्य जी भवति पुनः तत्र इकारः तत्र जिगमिषति इति भवति. जिगमिष इति तु इष कथं भवति? अस्तु, जिग जि अपि कथं भवति इति यदि स्मरति चेत्. हा, अहम् एकं तत्र महोदय करपत्रम् अस्ति खलु, तत्र महोदय स्थापितवान् आसीत् भगिनि. तत्र मया न दृष्टं, मया सन्नन्त इति अन्वेषणं कृतं, किमपि न लब्धम्. एकनिमिषम्. वयं न कृतवन्तः सन्नन्तदातवय्या, परन्तु जिगमिषे अपि पठिषे एतावत् अस्माकम् अभ्यासकार्ये अभ्यासे स्तः. न कृतवन्तः वा न वयं? यङ्ग् एव कृतवन्तः खलु, यङ्ग् कृतवन्तः. परन्तु सनन्त नास्ति एव व्याकरण अस्मिन्. वदामि महोदय न पाठयति. जगं जिगं जिगं अस्य आददाशुकस्य इड्वलादेः इति सन् इत्यत्र तस्य पूर्वम् इकार इडागमः भवति इति भाति खलु. किं किम् उक्तवती भगिनि? सन्नन्त सन् धातु प्रत्ययः सन् अस्ति इति कृत्वा वलादिः खलु, तर्हि इडागमः भवति जिगमिस्स. सकारस्य षकारः भवति आदेशप्रत्ययोः इत्यनेन वा इति न जानामि. इडागमः कुतः इति खलु, जिगमिष जिगमिष जिगम् इडागमः सन् प्रत्ययः खलु, सन् प्रत्ययः इति कृत्वा, परन्तु न सन् प्रत्ययस्य नकारः लोपो भवति इति भाति हलन्त्यमिति. धातु फिल्टर्स् इति आसीत् सनीच इति. जयगं जयगं जयगम् इत्यागमः भवति अत्र अनेन ोः आर्धधातुकसीदवलादेः वा इति सूत्रेण. तदनन्तरं जिगमिष्यधिकं सन् इत्यस्य नकारलोपो भवति, स एव अवशिष्यते इति भाति. अत्र सकारस्य षकारः भवति आदेशप्रत्ययोः इत्यनेन वा इति तद् न जानामि. केन भगिनि? सन् प्रत्ययस्य सकारस्य षकारः भवति, तद् आदेशि अस्ति खलु आदेश प्रत्ययः तेन तेन सूत्रेण किम्? आम् आं भगिनि, तेन जि इति इकारः कुतः आगच्छति इति तु जि गमे ये परस्मैपदेषु इति निम् न जानामि भगिनि गमेः इट् परस्मैपदेषु आं भगिनि अत्र अस्ति खलु सनि अतः सन्यतः इति सूत्रेण अभ्यासस इति भवति किं सन् सन्यतः सन्यतः इति सनि अभ्यासस्य इति अभ्यासस्य अकारस्य स्थाने अस्वकारस्य स्थाने इकारः अस्य सूत्रसङ्ख्या का भगिनि 7479 अच्छा संयतः इति अस्तु सुन्दरतः अच्छा ए सबसे फॉर द फाइनल शॉर्ट अ आफ्टर री डुप्लीकेशन ऑफ दिस रिलेटिव्स अस्तु एंड त्रिदागमः तु गमेरि परस्मै पदेषु इति सूत्रेण भगिनी 70 इडागमः प्रत्ययस्य इडागमः तु गमेर् परस्मैपदेषु इत्यनेन इदागमः अस्तु एतद् आर्धधातुकस्य इड्वलादेः इति नास्ति वा हकार सकारः वल् प्रत्याहारे अस्ति वलि अस्ति किन्तु भिन्न किमपि सूत्राणि अपि सन्ति खलु अस्तु अस्तु गमेरि परस्मैपदेषु अस्तु तेन कारणेन इडागमः भवति किम् आम् आं भगिनि हा अस्तु धन्यवादः भगिनि परन्तु अस्तु गमेरि धन्यवादः भगिनी कृतज्ञा अस्मि अग्रिम वासरे न भवति भगिनी न भविष्यति वा भगिनि किञ्चित् कष्टमेव आम् धन्यवादः भवति शुभाशयाः सर्वेभ्यः धन्यवादः उत्सवस्य शुभाशयाः भवते अपि भवति